पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायम् 82 भीष्म उवाच श्रुतं सूर्यस्य चन्द्रस्य भौमस्यापि प्रपूजनं बुधस्य सोमसूनोश्च पूजनं कथयाधुना पुरस्त्य उवाच तारागर्भसमुद्भूतो बुधश्चन्द्रकुमारकः सौम्यक्रूरो ग्रहो ज्ञेयशुभाशुभप्रदो नृणाम् शराकारं मण्डलं तु बुधस्य परिकीर्तितं हरिन्मणिसमैर्वर्णैश्चूर्णैः कुर्यात्तु मण्डलं पूजयेत्तत्र गन्धाद्यैः पुष्पैर्धूपैः सुशोभनैः दानं च विधिवत् कुर्यात् दशारिष्टे च गोचरे कर्पूराश्चैव मुद्गाश्च हरिद्वस्त्रं हरिन्मणिः सुवर्णं च यथा शक्रि दद्यात् बोधनतुष्टये सोम पुत्रमहाप्राज्ञ वेदवेदाङ्गपारग नमस्ते ग्रहमध्यस्थप्रसन्नो भव मे सदा इति स्तुत्वा महाराज बुधं भक्त्या समाहितः प्राप्नुयान्निखिलान् कामान् सोम सूनुप्रसादः गुरोश्च पूजनं प्रोक्तं पट्टसाकारमण्डले पीदवर्णैः सुनिष्पन्नैश्चूर्णैराजन् सुशोभनैः पीदैर्गन्धयुतैः पुष्पैर्वस्त्रैर्हेम्ना च पूजयेद् दशागोचरयो दौष्ट्ये दानं दद्याच्च शक्रिदः चणकद्विदलं चैव पीदवस्त्रं सुवर्णकं पुष्यरागं तु विप्राय दद्याच्चारिष्टशान्तये बृहस्पदे सुराचार्य सर्वशास्त्रविशारद दानेनानेन सन्तुष्टो भव सौम्यो ममाधुना एवं कृते दुराजेन्द्रस्वानुकूलो भवेद्गुरुः सर्वान् कामानवाप्नोति नरो गुरुसमर्चनाद भार्गवस्यापि वक्ष्यामि पूजनं नृपतेऽधुना यत्कृत्वा सर्वकामाप्तिः सम्यक् पुंसां प्रजायते पञ्चकोणं समुद्दिष्टं मण्डलं भार्गवस्य तु चूर्णकैश्वेदवर्णैश्च विधिना सुधिया कृतं स्वेदगन्धैश्च पुष्पैश्च वस्त्रैश्चापि सितैस्तथा पूजयेद्भार्गवं भक्त्या नरश्रद्धासमन्वितः रौप्यं च दक्षिणादानं यथा शक्तिप्रकीर्तितं दशाद्यरिष्टचोत्पन्ने सिदमश्वं प्रतापयेद् तण्डुलाश्वेतवस्त्रं च रौप्यं चन्दनमेव च कर्पूरं च सुगन्धाढ्यं देयं दानं द्विजादये भृगुपुत्रमहाभाग दानवानां पुरोहित दानेनानेन सन्तुष्टो भव सर्वासुरार्चित इति मन्त्रं समुच्चार्य दद्याद्दानं यथोदितं तस्य तुष्टो भवत्याशु भार्गवः कुरुनन्दन शनैश्चरस्य पूजार्थं मण्डलं च नराकृति कृत्वा चूर्णै कृष्णवर्णै पूजयेत्तत्र भक्तिदः कृष्णैर्गन्धैश्च पुष्पैश्च वस्त्र शस्त्रैश्चापि तथा विधैः लोहं च दक्षिणादानं पिण्याकं च तिलस्य च दानं शनैश्चरारिष्टे कृष्णां गां कृष्णवस्त्रकं सुवर्णं च यथा शक्ति दद्यान्नीलमणिं तथा सूर्यसूनो महाभाग छायापुत्रमहाबल अधो दृष्टे भवशने प्रसन्नोऽस्मात् प्रदानदः एवं स्तुत्वा शनिं भक्र्या यश्च दद्याद्विजातये स्वानुकूलो भवेत् तस्य शनिः पापे च गोचरे राहोर्वर्णादिकं सर्वं शनिवन्मण्डलं तथा सूर्याकारं समुद्दिष्टं तत्र पूजार्कसूनुवत गोमेदं सर्षपाश्चैव तिलामाषाश्च कृष्णकाः महिषी च तथा चागो दानं राहोः प्रकीर्तितं सिंहिका सुददैत्येन्द्रराहो चन्द्रार्कमर्दन भवतुष्टो महाभाग दानेनानेन सुव्रत केदोर्मण्डलकं कुर्याद्ध्वजाकृति सुशोभनम् शनिवत्सकलं ज्ञेयं पूजावर्णादिकं नृप सप्तधान्यं समुद्दिष्टं सस्वर्णं केदुदानकम् एवं कृते स्वानुकूलौ भवेदां च नृणां नृप प्रदद्यादां धनं पुत्रान् सुखं सौभाग्यमेव च आ कृष्णेदि रवेर्मन्द्र इमं देवास्तथा विधोः अग्निर्मूर्धेदि भौमस्य मन्द्रो जप्येऽर्हणे तथा उद्बुध्य स्वेदीन्दुसूनोर्बृहस्पदे गुरोस्तथा अन्नात् परीदि शुक्रस्य शन्नो देवीरयं शनेः कयान इति राहोश्च केदो केदुमिति स्मृतः यदे मन्त्राः समुद्दिष्टा ग्रहणां पूजने जपे एवं कृते नृपश्रेष्ठानुकूला अखिला ग्रहाः भवन्ति पुंसां सततं यच्छन्ति च सुसम्पदः एतन्महाराजमया समस्तं तुभ्यं समुद्दिष्टमिह क्रमेण श्रुत्वा नरसर्वश्रुतार्थसारमेधीश्वरस्यैव च सन्निधानम् इदं पवित्रं यशसो निधानमिदं पितॄणामदिवल्लभं स्यात् इदं च देवेष्वमृताय कल्पदे पुण्यावहं पादकिनां च पुंसाम् इति पठति यशस्यं यशृणोतिह भक्त्या मधुमुरनकारेरर्चनं वाध पश्येत् मदिमपि जजनानां यो ददात्रीन्द्रलोके विधि शिव विबुधेन्द्रै पूज्यते कल्पमेकम् य इदं शृणुयान्नित्यमृषीणां चरितं शुभं विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते तपकृते प्रशंसन्ति त्रेधायां ज्ञानमेव च द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे सर्वेषामेव दानानामिदमेवैकमुत्तमम् अभयं सर्वभूतानां नास्ति दानमधः परं दानं प्रधानं शूद्रस्य त्वित्याह भगवान् प्रभुः दानेन सर्वकामाप्तिस्तस्य संजायते तपः पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् पुराणमेतत्कथितं तीर्थश्राद्धानुवर्णनं शृणोति यः पठेद्वापि श्रीमान् सं जायते नरः सर्वपापविनिर्मुक्तः स लक्ष्मीकं हरिं लभेद इदं महाराज अगादितुभ्यं पुण्यं महापादकनाशनम् ब्रह्मार्करुद्रैश्च सुपूजितं च श्रोतव्यमेतत् प्रवदन्ति तज्ज्ञाः सृष्टिखण्डमिदं राजन्मया तुभ्यं प्रकीर्तितम् पुराणस्यादिभूतं च नवधा सृष्टिपौष्करं द्विजेभ्य श्रावये द्विद्वान्यश्च वै शृणुयात् पठेद कल्पकोटिशतं साग्रं ब्रह्मलोके समोदते इति श्रीपद्मपुराणे सृष्टिखण्डे पुराणावतारे ग्रहार्चनवर्णनं नाम द्व्यशीतितमोऽध्यायः सृष्टिखण्डं समाप्तं शुभं भवतु ॐ